सर्वेषां नमस्कारः. यङ्लुगन्तदातवः इति करपत्रम् अनुवर्तते. करपत्रस्य अन्तिमभागे स्मः खलु. तर्हि अद्य कुतः आरभ्य पठनीयः? अत्र लिपिशीर्षा इति आरभ्य पदनिर्माणमेव पदनिर्माणः. अत्र गते सप्ताहे अत्वसन्तस्य इति छादोतोः छादातोः इति अस्माभिः अधीतं. महोदय पुनः कौमुद्याः यत् अस्ति द्वितीयपरिच्छेदम् इति कृत्वा तदनन्तरं वयम् अधोभागे गतवन्तः. किन्तु वयं द्विवारं कृतवन्तः खलु अत्वसन्तस्य इति द्विवारं एकवारमपि कृतं भगिनि. एकवारं द्विवारं कृतं गते सप्ताहे अपि एतदेव पुनः महोदय कृतवान् पुनः. वयम् अग्रे गच्छामः वा? साधु साधु. कियत्पर्यन्तं कृतवन्तः गते सप्ताहे? समाप्तं कृतवन्तः. करपत्रं समाप्तम् अभवत्. किं पठनीयं भगिनि? नूतनकरपत्रं न भगिनि, अस्मिन्नेव करपत्रे अत्वसन्तस्य छादातोः इत्यस्य उदाहरणानि इति सन्ति इत्यस्य खलु. एपि अथवा एपि स्पर्धशीन् आदयः आदयौ अनुदात्तनितः तेभ्योपि न अनुदात्तनितः इति अनुबन्धनिर्देशः. तत्र स्टिपशपः इति निषेधः. यः धातुः अनुदात्त इत् यथा स्पर्ध सङ्घर्षणे अपि च यः धातु नित् यथा शीङ् स्वप्ने तेषाम् अपि अनुदात्तनित आत्मनेपदनित्येन आत्मनेपदं न भवति यतोहि अनुबन्धेन निर्दिष्टकार्यं यङ्लुकि न भवति. अनुदात्तनित आत्मनेपदम् इति सूत्रे अनुदात्त इत् च नित् ये च चेत् च इत्यभ्याम् पादाभ्याम् अनुबन्धग्रहणं भवति. अत्र अत्र दत्तं स्पर्धदा धातु शीङ्दयतोः आत्मनेपदं सामान्यतया अनुदात्तनिता एतत् सूत्रेण आगच्छति. परन्तु यङ् लुक् समये सूत्रम् आधारीकृत्य आत्मनेपद साधनं न भवति. अनुदात्तनिता इति अनुबन्धनिर्देशात् एव भवति. तथा तदेव स्थिप शप इति सूत्रम् अत्र अपि कार्यं यङ्लुक् विषये न वर्तते. किमर्थमिति चेत् औपदेशिकधातु एव अत्र स्पर्ध इति अत्र अनुदात्त इति अस्ति. तदेव अनुबन्धदर्शनात् अनुदात्त स्पर्धदात आत्मनेपदं प्रत्यये विधीयते. तदेव शीङ्धातु अपि नित् अस्ति, ततः आत्मनेपदं प्रयुज्यते, न तु अनुदात्तनित आत्मनेपदम् इति सूत्रेण. भगिनी क्षम्यताम्, अत्र तस्मात् पूर्वं पदनिर्णयम् इत्यस्मिन् भागे शेषात् व्याख्याने सिद्धान्तकौमुदी ग्रन्थकारः प्रतिपादयति यत् इति एकवारं पुनः पठित्वा तदनन्तरं पठति वा? तर्हि सम्बन्धः कः इति? आं भगिनि, शेषात् कर्तरि इति परस्मैपदम्, अनुदात्तनिता इति तु न. नित्वस्य प्रत्यय अप्रत्ययसाधारणत्वेन प्रत्ययलक्षण अप्रवृत्तेः. यत्र हि प्रत्ययस्य असाधारणं रूपम् आश्रित्य तत्रैव तत् अत एव सुदृशप्रसाद इत्यस्य अत्वसन्त्यस्य इति दीर्घो न येऽपि स्पर्धशिङ्गादयौ अनुदातनितस्तेभ्योऽपि न अनुदातनितः इति अनुबन्धनिर्देशात् तत्र स्तिपशप इति निषेधात् अत एव सन्नन्दयौ न गणेन निर्देशात् किन्तु सप् एव चक्रीतं च इत्यादौ पाठात् शपो लुक् अत्र सूत्रमस्ति शेषात् कर्त्री इति परस्मैपदम् अत्र सूत्रेण यङ् लुगन्तदातु नूतनधातु आतिदेशधातु परस्मैपदं विधीयते न तु अनुदातनित इति सूत्रेण किन्तु अत्र कारणं यत्तं नित्वस्य प्रत्यय अप्रत्ययसाधारणत्वेन प्रत्ययलक्षणं न लक्षणप्रवृत्तेः अर्थमस्ति न प्राप्नोति केवलं प्रत्ययस्य असाधारणरूपम् आश्रित्य कार्यं भवति चेत् अपि तत्र सूत्रम् अनुदातनित इति कार्यं कर्तुं शक्नुमः अतः अन्यसु उदाहरणं दत्तं सुदृशप्रसाद एकसमस्तपदं निर्माणसमये अत्र अत्वसन्तस्य इति सूत्रद्वारा दीर्घो न भवति यद्योपि अन्य उदाहरणमस्ति स्पर्धशिङ्गादयौ अनुदातनितस्योभ्योपि अनुदातनितः इति अनुबन्धनिर्देशात् एव तथैव स्थिपशप निषेध अपि अत्रैव सन्यन्दसनादयौ शन्नादयौ न गणेन निर्देशात् किन्तु सप् एव तत्र न अवगतं भगिनि तत् अतः एव शन्नादयो न चर्करीतं च इत्यादयौ पाठा शपो लुक् ओ ओके कार्यमासीत् गते सप्ताहे अस्माभिः अधीतमासीत् शेषात् कर्तरि परस्मि यद्यपि यङ् दातवः नित्सन्ति इति कृत्वा प्रत्ययः विधीयते खलु यङ् प्रत्ययः तत्र तु आत्मनेपदत्वं प्राप्नुवन्ति किन्तु यत्र यङ् लुक् भवति तेषां तु प्रत्ययलोपे प्रत्ययलक्षणम् इति न तिष्ठति किमर्थम् इत्युक्ते प्रत्ययलक्षणं यत् नित्वम् इति प्रत्ययस्य लक्षणमेव नास्ति तत्र प्रत्ययेषु अप्रत्ययेषु अपि वर्तन्ते इति कृत्वा प्रत्ययलक्षणम् इति तु न भवति इति कृत्वा यत्र लुक् भवति तत्र तु प्रत्ययस्य लक्षणं स्थास्यति इति कृत्वा केवलं शेषात् कर्त्रि परस्मैपदम् इति परस्मैपदिनः भवन्ति लुक् दातवः तर्हि किमर्थमिति पुनः अत्र उक्तमस्ति नित्वस्य प्रत्यय अप्रत्ययसाधारणधर्मः वर्तते प्रत्ययस्य लक्षणं न वर्तते इति कृत्वा तत्र नित्वं लक्ष पुनः यद्यपि लुक् भवति तत्र लक्षणेन अस्माभिः आनेतुं न शक्नुमः इति अनन्तरं किम् अस्ति तत्र तस्मिन्नेव उदाहरणे अस्माभिः चर्चा अस्माभिः गते सप्ताहे कृता सुदृशप्रसादः प्रसाद इति स्वीकृत्य तत्र तु अत्वसन्तस्य किम् अस्ति किम् अस्ति अस्ति इति अतु प्रत्याः ये सन्ति अतु इति भावः अपि असन्तक्षम्यताम् असन्ताः अपि प्रत्ययस्य लक्षणं नास्ति असन्त इति विषयः तु प्रत्ययस्य लक्षणं नास्ति इति कृत्वा धातोः अपि भवति साक्षात् प्रातिपदिकस्य अपि अस्थिति अन्ते भवति यथा सन्द्रमस्थितिः आयाति तर्हि तत्र प्रत्ययस्य भावः धर्मः लक्षणं नास्ति इति कृत्वा एव अत्र दीर्घत्वं न भवति इति वयं चिन्तितवन्तः तर्हि अनन्तरमपि उक्तं तर्हि यत्र अस्तु यत्र सामान्यधातूनां निर्मित् भवति तत्र तु यं लुक् भवति इति कृत्वा न भवति चेत् न श्रूयते तर्हि यत्र सामान्यदातवः सन्ति यङ् भूत्वा अनन्तरं यङ् लुक् यदा भवति तत्र यङ्ः तु लुक् भवति इति कृत्वा वयं तु किं तत्र तु परस्मैपदिनः भवन्ति इति वदेम किन्तु शृङ्गधातोः स्थाने का स्थितिः शृङ्गधातु धातोः एव मित् अस्ति खलु तत्र निग्भावः अस्ति खलु तर्हि किमर्थं शृङ्गधातोः किमर्थम् आत्मनेपदत्वं न आयाति इति प्रश्नः सामान्यतया शयेते शेर शेरते इति भवन्ति खलु शेते शयाते शेरते इति तत्र तु आत्मनेपदिनः भवन्ति खलु सामान्यतया तर्हि किमर्थम् अत्र किमर्थं यङ् लुक् यङः तु पूर्णतया लुक् भवति तर्हि शृङ्गधातोः मित् अस्ति खलु तर्हि शृङ्गधातोः विषये यङ् लुक् रूपं किमर्थम् आत्मनेपदिनः न सन्ति इति प्रश्नः इति प्रश्नः तर्हि अत्र एव भगिन्या यत् पठितमासीत् अत्र अत्र तु सिद्धान्तकौमुद्यं दत्तमस्ति अनुदातनितः इति अनुबन्धनिर्देशः अस्ति अत्र शृङ्गधातोः नकारः तु इत्सुञ्ज्ञकः अस्ति खलु अनुबन्धनिर्देशः अस्ति तत्र अनन्तरं किम् अनन्तरं क्षम्यताम् अनुदातनितः इति अनुबन्धनिर्देशः अस्ति अनन्तरं किम् अस्ति क्षम्यतां शृङ्गधातोः नित् अस्ति किम् अस्ति इत्संज्ञकः अस्ति नकारः तथा एव अनुदातनितः आत्मनेपदम् इति सूत्रे अनुबन्धनिर्देशेन एव आयाति खलु अनुदातः स्वरः यस्य इत्संज्ञा भवति ते एव अनुदा अत्र गृह्यन्ते नितः इति यस्य नकारस्य इत्संज्ञा भवति नितः इति वयं स्वीकुर्मः अत्र तु अनुबन्धनिर्देशः वर्तते अनुदातनितः आत्मनेपदम् इति अत्र अस्माकम् एकं कारिका वर्तते किम् अस्ति अत्र तु वयं पूर्वं पठितवन्तः ष्टिपा शपा अनुबन्धेन निर्दिष्टं यत् गणेन च यत्रैक यत्र एकात् ग्रहणं च एव पञ्चैतानि यङ्लुकि न प्रवर्तते इति अत्र तु अनुबन्धेन यत् निर्दिष्टं वर्तते तत्र तु यङ्लुकि तत् कार्यं तत् सूत्रं तत् विधिः यङ्लुकि न प्रवर्तते इति तर्हि अत्र अनुदातनितः आत्मनेपदम् इति तु किम् अस्ति अत्र अनुबन्धं स्वीकृत्य उक्तमस्ति खलु अनुदातत्वं नो चेत् नित्वं यत्र यत्र अस्ति तेषाम् आत्मनेपदीसंज्ञा ते आत्मनेपदीसंज्ञकाः भवन्ति इति अनुबन्धं स्वीकृत्य निर्दिष्टं वर्तते इति कृत्वा तस्य कार्यं यद्यपि शृङ्गधातोः नकारः अस्ति तथापि यङ् लुकि न गृह्यते यङि तु गृह्यते यङि तु तस्य आवश्यकता नास्ति यङ् इत्यस्य प्रत्ययस्य एव नकारः वर्तते इति कृत्वा अस्य तु चिन्तनमेव नावश्यकं किन्तु यङ् लुकि यत्र यत् सूत्रम् अनुबन्धेन निर्दिष्टं वर्तते तत् सूत्रस्य कार्यं न भवति इति कृत्वा यद्यपि शृङ्गधातोः नकारः वर्तते तथापि यङ् इत्यस्य लोपः भवति शीङ् इत्यस्य ङकारः अस्ति तर्हि अनेन यत् अनुदातनितः आत्मनेपदम् इति सूत्रस्य प्रसक्तिः प्राप्तिः न भवति यङ् लुकि न भवति किमर्थम् इत्युक्ते अनुबन्धलोपेन सूत्रे निर्दिष्टं वर्तते इति कृत्वा इति मम अवगमनं साधु वा तदेव भगिन्या अत्र पठितं येऽपि शीङ् स्पर्धशीङ् इत्यादयः अनुदातनितः तेभ्यः अपि न भवति किमर्थम् इत्युक्ते अनुदातनितः इत्यस्मिन् सूत्रे अनुबन्धनिर्देशात् तत्र तु ष्टिपा शपा इति परिभाषया निषेधः भवति यः धातुः अनुदातयित् यथा स्पर्ध सङ्कर्षणे अपि तु यः धातुः नित् यथा शिन् स्वप्ने तेषामपि अनुदातनित आत्मनेपदम् इत्यनेन आत्मनेपदत्वं न भवति यतोहि अनुबन्धेन निर्दिष्टं कार्यं यङ्लुकि न भवति इति कृत्वा अनुदातनितः आत्मनेपदम् इति सूत्रस्य प्रसक्तिः प्राप्तिः यङ्लुकि न भवति इति आहत्य तर्हि तावदेव खलु प्रश्नः अस्ति नास्ति खलु आं भगिनि शित्पा शपा अनुबन्धेन निर्दिष्टं यद् गणेन च यत्र यत्र एकाज् ग्रहणं चैव पञ्चेतानि च जङ्लुकी परिभाषा इदानीं यत् भवती उक्तवती पूर्वं वयं दृष्टवन्तः यदि अनुबन्धेन इति निर्दिष्टम् अस्ति तत्र निषेधः भवति यङ्लुकी तस्य कार्यं न भवति अपि शिपा शिपा इति अनुबन्धेन अपि निर्दिष्टं गणेन गणेन च यदि वयं दृष्टवन्तः गणं यथा द्वादिश्यन् अस्ति वा त्रिदादिश त्रिदादिभ्यश्च क्रियादिभ्यश्ना इति ये गणेन निर्दिष्टं धात विकरणप्रत्ययः आगच्छति तत्र निर्दिष्टं गणेन तत्र यङ्लुकी कार्यं न करोति अपि यत्र एकाज् ग्रहणं चैव पञ्चतानि च यङ्लुकी पञ्चमम् अस्ति यदि धातुः एकाच् अस्ति तत्रापि यङ्लुकी कार्यं न भवति इति अनेन स्पा प्रत्ययेन निर्दिष्टं शप् प्रत्ययेन निर्दिष्टम् अनुबन्धेन निर्दिष्टं गणेन निर्दिष्टम् एकाच् ग्रहणेन इमानि पञ्चविधसूत्राणि यङ्लुकी च परिवर्तनीयानि अस्मिन् च उक्तं यत् अनुबन्धमात्रेण निर्दिष्टं कार्यं यङ्लुकि न भवति यथा शीङ् सार्वधातुके गुणः इति सूत्रे शीङ् धातो गुणविधीयते ङकारः इति इत्संज्ञकवर्णः अवलम्ब्य ङकार इति इत्संज्ञकवर्णस्य ग्रहणेन एव गुणविधीयते यङ्लुगन्तप्रक्रियायाम् इत्संज्ञकवर्ण अवलम्ब्य यत् कार्यं तत् न भवति यत् यङ्लुकि शेषी धातोः शेषेति शेषयित शेष्यति इति रूपाणि पित्वात् एव गुणः न अन्यत्र एवमेव द्वादौ तुदादौ स्वादौ क्रियादौ इति सङ्केतेन शङ् इत्यादय विकरणप्रत्ययाः न विधीयन्ते यतो हि धातुगणेन निर्दिष्टाः गणेन इति पदेन गणं निमित्तीकृत्य यावत् कार्यं तत्सर्वमपि निषिद्धं यङ्लुकि अतः केवलं शप् इत्येव भवति यतो हि शप् गणसम्बन्धं न अपि तु धातुसाधारणेन विधीयते धातुमात्रम् अपेक्षितं धातोः इति कृत्वा कर्तरि शप् अस्य प्रदर्शनार्थं कौमुदीकारः लिखति अत एव शन्यादयो न गणेन निर्देशात् किं तु शबेव पुनः यत् वयं परिभाषा दृष्टवन्तः तस्य विवरणम् अस्ति अस्मिन् परिच्छेदे स्पा प्रत्ययेन यत् निर्दिष्टम् अस्ति वा शप् प्रत्ययेन निर्दिष्टम् अस्ति अनुबन्धेन निर्दिष्टं गणेन निर्दिष्टं वा एकाच् ग्रहणात् यदि पञ्चानि यत् सूत्राणि पञ्चविधानि तत्र आगच्छति तत्र यङ्लुकि तेषां कार्यं न भवति अतः अनुबन्धे मात्रं वयं दृष्टवन्तः यत् यत् धातुः अस्ति शीङ् धातुः तद् ङित् यत् नकारः अस्ति तस्य संज्ञा भवति सो ङित्वात् इति अनुदात् ङित इति अनेन प्रत्ययसाधारणधर्म स्वीकृतम् अस्ति अतः अनुबन्धेन अनुबन्धनिर्दिष्टे निर्दिष्टम् अस्ति शीङ् धातुः तु तस्य कार्यं न भवति यङ्लुकि अन्य अनुदाते यत् अस्ति यत् स्व किमस्ति तत् स्पर्धं या स्पर्धातु यत् अस्ति तत् अनुदात तस्य संज्ञा भवति सो तत् अपि न स्वीकर्तुं भवति इदानीं यत् शीङ् ङित् अस्ति किन्तु शीङ् सार्वधातुके गुण इति सूत्रेण ङित्वात् यत् शीङ् धातुः अस्ति तत्र सार्वधातुके प्रत्यये परे ङित्वात् इति गुण न भवेत् किन्तु शीङ् सार्वधातुके गुण इति सूत्रेण शीङ् सर्व सार्वधातुके प्रत्यये परे पित् भवेत् वा अपित् भवेत् तत्र गुणः भवितुं शक्नोति किन्तु यदि तस्य कार्यं यङ्ग् लुकि न भवति. वयं पूर्वं दृष्टवन्तः ङित्वात् इति न स्वीकृतम् अस्ति. अतः उदाहरणमस्ति शी धातु नकारस्य संज्ञा भूत्वा धातु भवति. शी शी धातु अभ्यासकार्यं कृत्वा यङ् विधानं यदि भवति तत्र तदनन्तरं संयङो अनेन द्वित्वम् आगच्छति. सो शी शी भवति. तदनन्तरं यद् शी शी अस्ति इकारस्य यङो लुक् इति सूत्रेण अभ्यासकार्यस्य गुणः भवति. सो यङो किमस्ति यङो गुण इति सूत्रेण सो शेषि इति भवति यङ् लुक् धातु. इदानीम् अतिदेशकधातु यदि सार्वधातुकप्रख्या लट् लकारे अस्ति तत्र शेषेति आगच्छति कारण कि पित् अस्ति पित् अस्ति तत् गुणः भवति शी अस्ति गुण भूत्वा शेषेति भवति. किन्तु द्वितीय द्विवचने पित् नास्ति अपित् अस्ति सो शेषितः भवति. बहुवचने शेषी योग अति आगच्छति कारणकी प्रत्यय भिन्नं भवति. अहं सूत्रं विश्रमति यद् अभ्यस्तसूत्रेण अत्र आगच्छति तत्र तो अत्र अस्ति यणसन्धि भूत्वा शेषति इति रूपाणि वयं प्राप्तवन्तः. सो पित्वात् एकगुणः न अन्यत्र केवलं यत् पित् अस्ति तत्र गुणः भवति इति वयं प्रथम यत् बिन्दुः अस्ति अनुबन्धनिर्दिष्टे यङ्लुकि कार्यं न भवति. द्वितीयबिन्दुः अस्ति गणनिर्दिष्टम् अस्ति तत्र कार्यं न भवति. द्वादौ त्रिदादौ उत्क्रियादौ यथा पूर्वम् उक्तवती द्वादौ द्वादिभ्यस्य मातृदादिभ्यस्य स्वादिभ्य क्रियादोषणा अस्ति स्वादिभ्य किमस्ति विकरणप्रत्य श्नु इति तत्र यङ् लुगन्त धातु न विधीय तत्र गणकार्यं न आगच्छति. सो गणेन इति पदेन गणनिमित्तीकृत्यं यावत् कार्यं तत् सर्वमपि निषिद्धं. सो तत्र चतुर्थबिन्दुः अस्ति एकाज् ग्रहणेन इति न आगच्छति. तत् पञ्चमं बिन्दुम् अस्ति अपि यत्र शप् इति सामान्य कर्तरि शप् इति प्रत्येकधातोः साधारणधातोः यदि तत्र विधीयते कर्तरि शपनेन तु शप् गण आदाय तत्र कर्तरि शप् कार्यं न करोति. अत्र धातोः यदि धातोः धातो भवेत् अपि साधारणतेन तत्र विधीयते कर्तरि शप् सो इति कारणेन कर्तरि शप् इति कार्यं करोति. किन्तु तदनन्तरं पूर्व आगच्छति इति आदि द्वितीयगणन् अदादि इव तत्र भवति शप् लुक् भवति. तद् चर्कितम् इति गणेन भूत्वा अदादि एव भवति. सो गणेन निर्दिश्यते किन्तु शबेव इति सूत्रं भवति. अत एव शनादयो न गणेन निर्देशात् किन्तु शबेव. सो यदि गणे श्यन् आदि इति ये गणप्रत्यया सन्ति विकरणप्रत्यया तत् निर्दिष्टं न भवति. किन्तु शप् इति निर्दिष्टं तत्र यङ्लुकि कार्यं करोति. धन्यवादः भगिनि. तर्हि आहत्य अत्र पुनः एकवारं पठित्वा लघुरूपेण वदति वा भगिनि? आहत्य अस्ति यद् प्रथमवाक्यम् अस्ति तत् भवति आहत्य. सुत्वा प्रत्ययेन निर्दिष्टं, शप् प्रत्ययेन निर्दिष्टम्, अनुबन्धेन निर्दिष्टं, गणेन निर्दिष्टम्, एकाशग्रहेण निर्दिष्टम्, एतानि पञ्चानि सूत्राणि यङ्लुकि न प्रवर्तीयन्ते इति अस्ति आहत्य. न न अहं किं सिद्धान्तकौमुदी ग्रन्थकारः प्रतिपादयति यत् इति अस्ति खलु तस्य विवरणम् एतावत्पर्यन्तम् अस्माभिः कृतं खलु. शेषात् कर्तरि परस्मैपदम् इति अस्ति. तत्र तु किं भवति, अनेन एव परस्मैपदिनः भवन्ति, किन्तु अनुदातनितः आत्मनेपदिनः इति सूत्रेण न भवत् इति सूत्रस्य कार्यं न भवति. किमर्थम् इत्युक्ते नित्वस्य प्रत्यय अप्रत्ययसाधारणत्वेन प्रत्ययलक्षण अप्रवृत्तेः इति इत्युक्ते अनुदातनितः इति अस्माभिः यङ् लुक् यदा लुक् भवति तत्र तु यङ् इति नित्वं तु प्रत्ययस्य गुणधर्मः किमस्ति लक्षणम् इति नास्ति, सामान्यधर्मः वर्तते इति कृत्वा प्रत्ययेषु अपि वर्तन्ते अप्रत्ययेषु अपि वर्तन्ते इति कृत्वा प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य सूत्रस्य प्रसक्तिः न भवति इत्यनेन केवलं शेषात् कर्तरि परस्मैपदम् इति सूत्रेण परस्मैपदिनः भवन्ति. किमर्थं यत्र लक्षणम् इति वदामः तत्र तु प्रत्ययस्य असाधारणं रूपम् आश्रियते लक्षणम् इति वदामः चेत् तत्तु नास्ति खलु इति कृत्वा अत एव सदृशत् क्षम्यतां सुदृशत् प्रसाद इत्यस्य अत्वसन्तस्य इति दीर्घो न इत्युक्ते असन्तः नास्ति सुदृशत् इति असन्तः क्षम्यताम् असन्तः अस्ति प्रत्ययस्य भावः नास्ति यत् असन्त इति भावः तु प्रत्ययस्य लक्षणं नास्ति केवलं असाधारण साधारणधर्मः वर्तते प्रत्ययेषपि वर्तन्ते अप्रत्ययेषपि वर्तन्ते. सुदृशत् इति प्रत्यय असन्तानां प्रत्ययस्य भागः वर्तते अत्र अस् इति भागः. अनन्तरं यत्र किमासीत् चन्द्रमस् इत्यस्मिन् तु अप्रत्ययः अस्ति प्रातिपदिके एव अस्ति इति भागः. अनन्तरम् एपि स्पर्धशिङादयो अनुदातनितः नितः तेभ्यो अपि न यद्यपि शिङ् स्पर्ध इति दातवः सन्ति तत्र यङ् लुक् इति यङ् प्रत्ययस्य आहत्य लुक् भवति किन्तु शिङ् धातोः ङकारः अस्ति इत्सञ्ज्ञकः वर्णः अस्ति स्पर्ध इत्यस्मिन् अनुदातवर्णः अस्ति तथापि तेषां यत्र यङ्ग्लुक् रूपं कुर्मः स्पर्धधातोः यङ्ग्लुक् रूपं शिङ्गधातोः यङ्ग्लुक् रूपं वयं कुर्मः तत्र तु अस्माभिः नकारः अस्ति अनुदात्तस्वरः अस्ति अनुबन्धस्वरः अस्ति इति कृत्वा अस्माभिः अनुदात्तः नितः आत्मनेपदम् इति सूत्रस्य प्रसक्तिः न भवति. किमर्थम् इत्युक्ते अस्माकं परिभाषा अस्ति ष्टिपाशपानुबन्धेन निर्दिष्टं यत् गणेन च यत्र एकाच ग्रहणं चैव पञ्चहितानि न इङ्ग्लुकि इति यस्मिन् परिभाषायाम् इत्यस्यां परिभाषायाम् अनुबन्धेन निर्दिष्टं यङ्ग्लुकि न इति उक्तमस्ति इति कृत्वा अनुदातनितः आत्मनेपदम् इति सूत्रे तु अनुदातवर्णेन निर्दिष्टं वर्तते वर्णैः निर्दिष्टं वर्तते इति कृत्वा अत्र अस्य सूत्रस्य प्रवृत्तिः न भवति इति. अनन्तरम् अस्ति पुनः तेनैव परिभाषया सामान्यतया वयं किं कुर्मः अत्र तु विकरणप्रत्ययाः भिन्नभिन्नगणम् अनुस्वीकृत्य आयान्ति धातु अत्रापि धातवः एव सन्ति खलु यङ् लुक् इति कर्त्रर्थे एव वयं प्रयोगं कुर्मः धातवः तु सन्ति तर्हि किमर्थं वा शन् प्रत्ययः यथा भगिनी उक्तवती द्विवादिभ्यः शन् इति किमर्थं द्विवादिगणदातवः एव सन्ति तत्र द्वित्वं भवति यङ् इत्यस्य पूर्णतया लुक् भवति तदनन्तरं यत्र ति इति प्रत्ययः भवति किमर्थं वयं शन् प्रत्ययं न आनयामः इति प्रकरणप्रत्ययः किमर्थं न आयाति इति प्रश्नः. तस्य तु समाधानमस्ति दिवादिभ्यः शन् इति तु गणसूत्रं वर्तते खलु तर्हि गणेन दिवादिभ्यः शन् इति दिवादिगणगणीयानां धातूनां शन् प्रत्ययः इति उक्तमस्ति तर्हि तादृशगणेन उक्तानि ये सूत्राणि सन्ति तेषां पुनः प्रवृत्तिः न भवति यङ्ग्लुकि अनया परिभाषया ष्टिपशपानुबन्धेन निर्दिष्टं यत् गणेन च यत्र एकाच् ग्रहणं चैव पञ्चेतानि यङ्ग्लुक् न यङ्ग्लुक् इति परिभाषया न भवति. अनन्तरम् आसीत् तर्हि शप् प्रत्ययः आहत्य किं पश्यामः चेत् अग्रे उक्तमस्ति इति मन्ये कर्तृत्वके वर्तते इति कृत्वा धातुः अस्ति कर्तृत्वके कर्तृत्वे अस्ति इति कृत्वा शप्रत्ययः एव विधीयते सामान्यकार्यम् आयाति तदनन्तरमपि अग्रे चर्करीतं च इत्यादौ पाठात् शपो लुक् इति तस्मिन् विषये अग्रे पठेम अधुना उक्तमस्ति भगिनी एकः प्रश्नः अस्ति सो यदि द्वादिभ्यः त्रिदादिभ्यः इति येषु धातवः सन्ति तथा लिक् धातु धातु त्रिदादिगणे आगच्छति तत्र वयं शप् इति विधानं कुर्मः यङ् लुक् इति धातु तदनन्तरं वयं तद् तद् किमस्ति शप् लुक् भवति अदादि एव भवति यथा वयं पूर्वं कृतवन्तः ले लिक् इति भवति ले लिक् योगति इति ले लेक् अस्तु अवगच्छामि आयाति किमर्थं न आयाति इति पुनः प्रश्नमस्ति तस्मै तस्य उत्तरम् अग्रे उक्तमस्ति अग्रे अस्तु अद्य भगिनी अत्र स्पष्टीकरणार्थं पृच्छामि अत्र एकमस्ति अत्र रूपाणि दत्तम् आसीत् किल यङ् लुकि शेषि शिङ् धातोः रूपाणि श्रूयते किल आं भगिनि अत्र श्रूयते वा आं श्रूयते भगिनि न तत्र किं वक्तव्यम् आसीत् इत्युक्ते यङ् लुकि षी धातोः रूपाणि दत्तम् आसीत् उपरि शेषेति शेषितः शेषयति इति तत्र इतोपि प्रथमपुरुषे एकवचने रूपद्वयं वर्तते किल तत्र शेषेति इत्यपि भवति शेषयीति इत्यपि भवति किल यतोहि ति इति इति रूपद्वयम् आसीत् उपरि तर्हि तत्र तथापि तदपि वक्तव्यम् आसीत् इति एकः शेषेति शेषेति इत्यत्र गुणः पित्त्वात् गुणः भवति इति अपि पित् एव किल तर्हि तत्रापि गुणः भवति अपि च सन्धिकार्यं भूत्वा शेषयीति इति आगच्छति इति एकमासीत् तदनन्तरम् अत्र यत् परिभाषा वयं पठितवन्तः तत्र अनुबन्धेन निर्दिष्टं तु अनुदात्तङितात्मनेपदम् इत्यत्र स्पष्टता जायते अपि च एकाच् ग्रहणम् इति यत् उक्तं तत्र इडागमस्य विषयः जायते गणेन यत् उक्तं तत्र शन्नादयो न इति उक्तं किल तत्र इतोपि उदाहरणमस्ति वा तत्र स्तिपा निर्दिष्टं शपा निर्दिष्टम् अपि च गणेन निर्दिष्टम् इति तेषां कृते किमपि पठितम् इति स्मरामि परन्तु किमिति अहं न सामान्यतया एव भगिनि अत्र लिग् धातोः लेः सि इत्यस्मिन् किमर्थम् अत्र शप्रत्ययः न आयाति इति प्रश्नः किमर्थं शप्रत्ययः विकर्णप्रत्ययः किमर्थं न आयाति इति एव प्रश्नः तर्हि तत्र तादृशेषु स्थलेषु गणेन निर्दिष्टम् इति वा आं गणेन एव शप्रत्ययः तुदादिभ्यः शः इति सूत्रेण आयाति खलु तुदादिभ्यः शः इति सूत्रस्य प्रसक्तिः प्राप्तिः कुतः नास्ति अत्र इति प्रश्नः अपि च स्तिपा सर्व न भगिनि अत्र तु तस्मिन् विषये नास्ति नास्ति परन्तु पूर्वं दृष्टवन्तः खलु यत्र दृष्टवन्तः परन्तु स्मृतवती स्टिप् निर्देशः भवति शप् निर्देशः भवति तादृशसु कार्याणि अत्र न प्रवर्तन्ते यत्र वयं तादृशकार्याणि यस्य सूत्रस्य वर्तन्ते इति वयं तान् रूपान् तेषां धातूनां रूपाणि साधयामः चेत् तत्र विशिष्टसूत्राणां तादृशविशिष्ट स्टिप् स्टिपायुक्तमपि तस्य प्रसक्तिः न भवति अत्र उदाहरणार्थं शपापि निर्देशः भवति खलु अत्र अस्माकमेव पश्यामः चेत् स्टिप् निर्देशेन स्मरन्ति वा न स्मरामि तदेव मम प्रश्नः अवदा वदामि भगिनि अत्र अन्वेषणं कुर्मः चेत् स्टिप् निर्देश भवति भवादिगणे एव वयं पठितवन्तः खलु तत्रैव चिन्ता मास्तु अनन्तरं वदतु भगिनि अहम् अग्रे पठिष्यामि इषुगमियमां शः इषुगमियमाम् इत्यस्मिन् इक् अस्ति तत्र शः इति वर्तते तत्र तु इक् इक् अस्ति इक् इत्यनेन धातुः पिबति इति पिबति धातु सूत्रमस्ति न पिबति न तत्र तु आदेशः जायते किल भगिनि पा धातोः पिबति इति आदेशः भवति तत्र स्टिपा न निर्दिष्टम् अस्तु श्रुधातोः तत्र सर्ति इति अस्ति आमां पाग्राग्मा इत्यस्मिन् अर्ति सर्ति इति ऋधातोः स्टिप् निर्देशः अस्ति खलु तर्हि अत्र यत्र यङ्ग्लुक् प्रक्रिया वर्तते तर्हि ऋधातोः अत्र अनेन सूत्रेण सामान्यतया किं भवति स्म पाग्राद्मा इति सूत्रेण ऋधातोः स्थाने ऋच्छ इति आदेशः भवति किन्तु तत्र तु गुणः भवति किल ऋ इत्यत्र अर् इति आगच्छति अर्ति इति न भगिनि ऋ धातोः पृच्छति इति लटि रूपम् इति वा न भगिनि सर् सीदाः शिति इत्यस्मिन् क्षम्यतां तत्र किम् अस्ति पिब जिग्रदम तिष्ठ मन अर्ति इत्यस्य किम् अस्ति इवन् सम्प्रसारण धातव शित्वा निर्दिष्टं सदुग्रहि वै व्यचि तत्रापि आगच्छति तत्रैव भगिनि ऋच्छति इति भवति खलु ऋ धातोः दृशि अर्ति सर्ति शद सदां किम् आदेशः इत्युक्ते पिब जिग्र धम तिष्ठ मन यच पश्य ऋच्छ भौषीय सीदाः इति शितिपरे इति उक्तमस्ति आहति किं पश्यामः चेत् अत्र शिश् तु न भवति एव शप् प्रत्ययः आयाति किन्तु शप् प्रत्ययस्य पूर्णतया लुक् भवति इति कृत्वा प्रष्टुं शक्यते शित् अस्ति खलु इति प्रायः प्रष्टुं शक्यते वा इति न जाने पूर्णतया लुक् भवति न लुमताङ्गस्य इत्यनेन प्रत्ययलक्षणं तु न तिष्ठति खलु क्षम्यतां प्रत्ययलक्षणं तिष्ठति किन्तु प्रतिनिमित्तीकृत्य अङ्गकार्याणि न प्रवर्तनीयानि खलु तत्र तु निमित्तीकृत्य अङ्गकार्यम् अस्ति अङ्गकार्यं तु नास्ति केवलं धातुवादेशाः सन्ति तर्हि प्रायः प्रवर्तयितुं शक्नुमः किन्तु यङ्ग्लुकि ऋधातोः स्थाने ऋच इति अस्माभिः तत्र आदेशः न भवति अनेन सूत्रेण किमर्थम् इत्युक्ते स्टिपानिर्दिष्टम् इति स्टिपानिर्दिष्टम् किन्तु पादातोः विषये पश्यामः पा पिबति इति आदेशः अस्ति तत्र तत्र पिबति वा इति प्रश्नः तर्हि तत् प्रायः अग्रिमकरपत्रे आयास्यति इति मन्ये यत्र रूपाणि साधयामः तत्र इतोपि प्रायः भवति आम् आं भिन्नकार्याणि भवन्ति इति मन्ये अस्तु अग्रे पठामि अस्तु तर्हि परिभाषायाम् एकाच् ग्रहणम् इत्यस्य कथनेन एकाच् घटितानां सूत्राणां प्रवर्तनं यङ्ग्लुकि न भवति यथा एकाच् उपदेशे अनुदात्तात् इत्यनेन उपदेशे अनुदात्तात् एकाचः अङ्गात् इट् न भवति अनेन इदागमः निषेधः यथा डुक्रैकरणे इति धातौ ककारात् परः ऋकारः अनुदात्तः इत्यतः अस्मात् परः इडागमः न भवति कृयोगः तृच् कर्ता वः प्रापणे इति धातौ वकारात् परः अकारः अनुदात्तः इत्यतः अस्मात् परः इडागमः न भवति वह् योगः तृच् वोडः किन्तु अयं निषेधः यङ्लुकि न भवति तदर्थं जाहिता जाहिष्यति बेभेदिता इत्यादिषु स्थलेषु एकाच् उपदेशे अनुदात्तात् इत्यनेन इट् इत्यस्य निषेधः न भवति इति तर्हि पञ्चमबिन्दुः आसीत् एकाच् ग्रहणमपि परिभाषायाम् उक्तम् अस्ति यत्रैके च एकाच् ग्रहणं चैव पञ्चैतानि न यङ् लुकि इति द्वितीयपङ्क्तौ. तर्हि तत्र यत्र एकाच् ग्रहणं सूत्रे उक्तम् अस्ति तत्रापि यङ् लुकि तस्य सूत्रस्य प्रवृत्तिः न भवति इति अस्ति. तदर्थम् अत्र एकं सूत्रं स्वीकृतम् एकाच उपदेशे अनुदात्तात् इति वयं पूर्वं पठितवन्तः. अनेन सूत्रेण यत्र यत्र अनुदात्तः अस्ति अपि च एकाचपि अस्ति उपदेश अवस्थायां तर्हि तादृश प्रसङ्गेषु इडागमः न भवति. न भवति इत्युक्ते तत्र निषेधः जायते इति. तदर्थं करणत्वेन अत्र कृ धातुं स्वीकृत्य तत्र डुक्रै इति धातौ ऋकारः अनुदात्तः इति उक्तम्. अतः अत्र अनुदात्त एकाच उपदेशे अनुदात्तात् इत्यनेन सामान्यतया इडागमस्य निषेधः भवति. अत एव तत्र कृयोगः तृच् इति वयं तृजन्तरूपं पश्यामश्चेत् तत्र प्रथमं गुणः भवति कर् इति, तदनन्तरं ता इति भूत्वा तत्र कर्ता इति रूपम् आगच्छति. तत्र इडागमस्य निषेधः अस्ति. इडागमस्य निषेधः एकाच् उपदेशे अनुदात्तात् इति सूत्रेण सामान्यरूपं. तथैव वः प्रापणे इति धातौ अपि वकारात् परः अकारः यदस्ति तदपि अनुदात्तः इति कृत्वा तत्रापि इडागमनिषेधः. तथैव तत्रापि तृजन्तरूपं भवति वह योगः तृच्. तत्र इतोपि कार्याणि सन्ति भूत्वा तत्र वोढः इति रूपं निष्पद्यते. परन्तु यङ् लुकि अयं निषेधः न भवति. तत्र तु इडागमः भवति एव इत्यस्ति. तदर्थम् अत्र कानिचन रूपाणि दर्शितानि सन्ति. तत्र पश्यामः कथम् आगच्छति इति. जाहिता, जाहिष्यति, बेभेदिता इति स्थलेषु इडागमः भवति एव, निषेधः न भवति इति. तर्हि जाहिता इति स्वीकुर्मश्चेत् तत्र हा धातु किल भगिनि तत्र. तर्हि तत्र द्वित्वं भूत्वा हा हा इति भवति. तदनन्तरं हा हा भूत्वा किं भवति तत्र हा हकारस्य कुत्वादेशः भवति. तदनन्तरं महाप्राणस्य अल्पप्राणः भवति अभ्यासे चर्च इति कृत्वा जाहा इति आगच्छति. तदनन्तरं प्रायः आकारस्य इकारादेशस्य कृते किमपि सूत्रं वर्तते. तर्हि जाहि इति आगच्छति. जाहि योगः तृच् न क्षम्यतां, तत्रैव इडागमः आगच्छति. यतोहि तत्र एकाच् उपदेशे अनुदात्तात् इत्यस्य प्रसक्तिः नास्ति इति कृत्वा इडागमः भूत्वा जाहा योगः इडागमः. तर्हि तत्र प्रायः पररूपादेशः तिष्ठति इति कृत्वा जाहि इति भूत्वा तृच् योजयित्वा जाहिता इति रूपम् आगच्छति. साधु वा? आम् मन्ये भगिनि. यङ्ग्लुगन्तस्य तृच् रूपम् अस्ति खलु? यङ्ग्लुगन्तस्य तृच् रूपम्, आम् सत्यम्. अत्र इडागमः भवति, निषेधः न भवति इति. तथैव जाहिष्यति अपि. बेभेदिता अत्र धातुः भी इति अस्ति. तर्हि तत्र भी भी, तदनन्तरं अभ्यासे तत्र किं भवति, अभ्यासे चर्च वा, अपि च यङ्लुकोः संयङ्गोः इति कृत्वा गुणः अपि भवति. अपि च तत्र भी इत्यत्र गुणः भूत्वा विद्युधातोः विषये अस्ति खलु एतत्. ओ सत्यं, भिद्भिद् कृत्वा तदनन्तरं तत्र हलादिशेषः इति कृत्वा तत्र भिभिद्. तदनन्तरम् अभ्यासे चर्च् कृत्वा बिभिद्. तदनन्तरं संयङ्गोः कृत्वा बेभिद्. तर्हि बेभिद् इत्येव धातुः, नूतनधातुः. तदनन्तरं तत्र गुणः भवति प्रायः पुगन्तलघुपदस्य इति कृत्वा तत्र बेभेद् इति भवति. तदनन्तरम् इडागमः भूत्वा तृच् योजयित्वा बेभेदिता इति रूपं. सम्यक् वा? अत्र एतावता न चिन्तितं वर्गे, अत एव अत्र चिन्तनं जातं. स्थलेषु एकाच् उपदेशे अनुदात्तात् अत्र निषेधः न भवति इत्येव आहत्य अत्र अग्रे पठामि वा नो चेत् अग्रिमपङ्क्तिं पठति वा? अस्तु. शर्करीतं च इत्यदादौ पाठात् शपो लुक्. शर्करीतं च इति गणसूत्रस्य सङ्केतेन प्राचीनवैयाकरणाः यङ्लुगन्तधातुः शर्करीतम् इति वदन्ति. नाम इयं संज्ञा स्वीक्रियते यङ्लुगन्तस्य कृते. इयं संज्ञा स्वीक्रियते यङ्लुगन्तस्य कृते. अनेन च अतिप्रवृत्तिभ्यः शपः इति सूत्रेण यङ्लुकि शपः लुक् भवति. तदर्थं ग्रन्थकारः वदति शर्करीतं च इत्यदादौ पाठात् शपो लुक् इति. तर्हि अत्र शर्करीतं च इति गणसूत्रं वर्तते. अनेन गणसूत्रेण आशयः किम् इत्युक्ते तत्र अदादिवत् रूपाणि भवन्ति यङ्लुकि इति एकमस्ति. अपि च चर्करीतम् इति पदमपि कृ धातुतः तत्र वयं पूर्वं पठितवन्तः रुक् ऋगौ लुक् च रुक् ऋगौ च इति सूत्रेण तत्र रुक् ऋक् अपि च रीक् आगमः भवन्ति इति कृत्वा अत्र चर्करीतम् इति कृत्वा अत्र रुक् इति आगमेन तत्र चर्करीतम् इति रूपं साधितम् इति मन्ये. अपि च प्राचीनवैयाकरणानां मतमस्ति अत्र चर्करीचम् इति यत् गणसूत्रम् अस्ति तत् यङ्लुगन्तस्य कृते अपि तस्य स्वीकार्यं भवेत्. अपि च अनेन संज्ञया अधिप्रवृत्तिभ्यः शपः इति सूत्रेण शपः लुक् भवति इति. यद्यपि श्यन्नादयो न इति अन्यत्र गणनिर्देशः भवति चेत् तत्र सूत्रस्य कार्यं न प्रवर्तते, परन्तु अधिप्रवृत्तिभ्यः शपः इति कार्यं तु भवति. तत्र शपः शप् तिष्ठति इति कृत्वा शपः लुक् भवति इत्यपि स्वीकार्यं भवति. अत्र आं भगिनि, अत्र किम् अस्ति शपः इति पूर्वमेव उक्तम् आसीत् खलु? उक्तमस्ति तत्र परिभाषायाम् उक्तमस्ति किल. धातोः अन्तिमवाक्यं पूर्वतने परिच्छेदे धातोः इति कृत्वा कर्तरी शप् इति, अत्र कर्तरी शप् इति शप् इति आगमस्य विकर्णप्रत्ययस्य आगमस्य कृते केवलं धातोः इति एव अपेक्षा अस्ति अपेक्षते खलु? अन्यत् किमपि अनुबन्धं वा गणं वा अनुसृत्य किमपि अन्यत् कार्यं किमपि नास्ति इति कृत्वा शप् तु भवति एव. तदनन्तरम् अत्र यत्र अधिप्रवृत्तिभ्यः शपः इति सूत्रे किम् उक्तमस्ति, अदादिगणीयधातूनां प्रभृतिः तादृशानाम् इति अधिप्रभृतीनाम् इति तत्र अधिप्रभृतिभ इति अदादिगणीयधातूनाम् अनन्तरं तादृश अन्यधातूनाम् इति सूत्रे उक्तमस्ति शपः लुप् भवति. शपः आयाति तदनन्तरम् अधिप्रभृत्यभ्यः शपः इत्यनेन लुक् भवति अदादिगणीयधातूनां. तर्हि तस्मिन्नेव सूत्रे उक्तमस्ति चर्करीतं च इति अनेन तत्र वैयाकरणे हि उक्तं यङ्लुगन्तधातूनां ग्रहणं भवति यथा भगिनी उक्तवती. अत्र ईर् किम् अस्ति रीक् ऋगौ इति आदेशः खलु, तर्हि अत्र रीक् आगमः भूत्वा चर्करी इति भवति खलु कृधातोः. तर्हि अस्य तु उल्लेखः अस्ति यङ्लुगन्तधातूनां ग्रहणं भवतु इति, यत्र प्रवृत्तिभ्यः इति आयाति तत्र तु यङ्लुगन्तस्य अपि ग्रहणं भवति इति पाठ्यते खलु. यद्यपि गणेन निर्दिष्टम् अस्ति चेत् तत्र यङ्लुकिरूपाणि न भवन्ति इति सामान्यतया वयं चिन्तयामः, परन्तु अदादिगणवत् इति वदामः यतोहि तत्र चर्करीतम् इति विशिष्टसूत्रेण गणसूत्रेण अत्र अदादिवत् इति स्वीकार्यं किल. आं भगिनि अवगच्छामि. आं भगिनि अस्तु भगिनि. अस्तु अस्तु भगिनि, धन्यवादः भगिनि. पुष्पा भगिनी पठति भगिनि अग्रे कानिचन सूत्राणि सन्ति, किञ्चित् पठति वा भगिनि, परिचितानि सूत्राणि सन्ति. पुष्पा भगिनि, परे शृङ्गः, शृङ्गः सार्वधातुके गुणः, शृङ्गधातोः गुणः भवति सार्वधातुकप्रत्यये परे. अनेन सूत्रेण शृङ्गधातोः गुणः भवति न केवलं तित्सु अपि तु अपित्सु अपि. अस्तु, इको गुणवृद्धिः इत्यनेन परिभाषासूत्रेण इकः स्थानी भवति यत्र स्थानी न उक्तम्. अतः अत्र ईकारः, अत्र इकः ईकारः, अत्र ईकारः स्थानी भवति. शिङ्गः षष्ट्यन्तं, सार्वधातुके सप्तम्यन्तं, गुणः प्रथमान्तं, त्रिपदमिदं सूत्रम्, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं, शृङ्गः अङ्गस्य गुणः सार्वधातुके. अत्र शृङ्गधातोः सार्वधातुकप्रत्यये परे गुणः भवति इति एतत् सूत्रं वदति. अनेन सूत्रेण शृङ्गधातोः गुणः भवति न केवलं पित्सु अपित्सु अपि कार्य गुणकार्यं भवति इति अग्रे अग्रे न पूर्वे पूर्वे उक्तम्. इको गुणवृद्धिः इति परिभाषासूत्रेण इकः स्थानी भवति यत्र स्थानी न उक्तम्. हा, अत्र स्थानी न उक्तमपि इकः स्थानी भवति इति इको गुणवृद्धिः इति परिभाषासूत्रेण आगच्छति. अत्र ईकारः स्थानी भवति, इकः स्थानी भवति यत्र स्थानी न उक्तम्, परन्तु अत्र ईकारः स्थानी भवति इति. शृङ्गः तत्र तदेव भगिनी भगिनी एकनिमिष गाट् डिस्कनेक्टेड् ऐ डोण्ट् नो हौ ममापि डिस्कनेक्ट् जातम्. ओ अस्तु, स्थाने शृङ्गः स्थाने गुण किमस्ति इको गुणः गृहति इति सूत्रेण कस्य स्थाने गुणः इति प्रश्नः आयाति खलु. कस्य स्थाने गुणः इति प्रश्नम् आयाति, तर्हि इक्वर्णस्येव गुणः भवितुम् अर्हति खलु. अन्येषां वर्णानां तु गुणकार्यं तु न भवति वा इति कृत्वा अत्र इकारस्य शीम् इति अस्मिन् इकारः यः अस्ति तस्य गुणः इति. ईकारः अस्ति तस्य. अपि च भगिनी तत्र षष्टि नास्ति स्थानी इति वक्तव्यं चेत् तत्र इकः इति पञ्चमी अस्ति, अतः तत्र अन्यत् सूत्रम् अस्ति किल आसीत् किल तस्मिन् इति निर्दिष्टे इति सप्तम्यार्थे अपि च तस्मादिति उत्तरस्य इति कृत्वा तत्र तद् न उक्तं न तत्र न उक्तं, परन्तु तादृशं ग्रहणं भवेत् किल भगिनि. तत्र इकः इति पञ्चमी भवति किल. सत्यं भगिनि, आमां भवत्या केवलं स्मारणार्थम् अहम् उक्तवती भगिनि. अस्तु अस्तु, अत्र अनुवृत्तिसहितसूत्रमस्ति, शृङ्गः अङ्गस्य गुणः सार्वधातुके इति. तदेव वक्तव्यम् अत्र इकः गुणः इको एको गुणविधि च यथा हेमा भगिनी भवती उक्तवती एकः इति पञ्चमी विभक्ति अस्ति तत् कानि भवति तत्र ईकारः सूत्रस्य स्थाने अस्ति कुत्र कस्य इकः इति प्रश्नः आयाति खलु कस्य वर्णस्य कस्य कस्य इति ग्रहणं प्रश्नः आयाति खलु तर्हि कस्य इति अस्य इकः सिंहः इति आयाति पुनः अवगतवती किन्तु पञ्चमी अहं न अवगतवती प्रश्नः अस्ति कस्य गुणः इति न भगिनि तत्र मया दोषेन उक्तं तत्र इकः इति षष्टि एव अस्ति तत्र पञ्चमी नास्ति षष्टि एव अस्ति तत्र खलु आं भगिनि तत्र दोषः जातः शीङ्गः गुणः इति भवति किन्तु शीङ्गः कस्य शीङ्गः इति शी षकारः ईकारः नकारः अस्ति खलु तर्हि तस्य अवगतं भगिनि गुणवृद्धि इत्यनेन तत्र एकः स्थाने एकारः भवति सत्यं सत्यम् अस्तु षष्ठी विभक्ति अस्ति साधु पूरयतु भगिनि नलो शृङ्गः अङ्गस्य नलोपः नलोपः पठामि पठतु भगिनि आं नलोपः प्रातिपदिकान्तस्य प्रातिपदिक सङ्गकः सङ्गकपदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति न लुप्तषष्टिकं पदं प्रथम लोपः प्रथमान्तं प्रातिपदिकलुप्तषष्टिकं पदम् अन्तस्य षष्ट्यन्तम् अनेकपदमिदं सूत्रम् अस्तु अत्र पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं प्रातिपदिकस्य पदस्य अन्तस्य नः लोपः अत्र राजन् इति उदाहरणं दीयते न तदेव नकारस्य लोपः भवति इति प्रातिपदिकस्य परे पठामि तद् अवगतं न वयम् अवगतं न लोपः प्रातिपदिकस्य अनुदात्तानितः नित आत्मनेपदं यस्य धातोः अनुदात्तस्वरस्य ञकारस्य च इत्संज्ञा भवति सः धातुः आत्मनेपदी अनुदात्तश्च न्याश्च अनुदात्तन्यौ तौ इतौ तस्य तौ इतौ यस्य सः अनुदात्तनि द्वन्द्वगर्भबहुव्रीहि तस्मात् अनुदात्तनितः पञ्चम्यन्तम् आत्मनेपदं प्रथमान्तं द्विपदमिदं सूत्रं भूवादयोः धातवः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः टीकाकाराः सूचयन्ति यत् लस्य इति पदम् आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः आत्मनेपदम् इत्यस्मिन् अनुवृत्तिसहितसूत्रम् अनुदात्तनितः धातोः लस्य आत्मनेपदम् अत्र अनुदात्तनितः आत्मनेपदम् इति सूत्रस्य विवरणं कृतम् अत्र अनुदात्तस्वरस्य नकारस्य संज्ञा भवति तत् धातुः आत्मनेपदी एव भवति इति सूचयति अत्र एकनिमिष एकं वदामि मया ऐ एम् टेस्टिङ्ग् द रेकार्डिङ्ग्स् बिट्वीन् द ओल्ड् रेकार्डिङ्ग्स् न्यू रेकार्डिङ्ग्स् जस्ट् करेक्टेड् लैक् it is recorded in the new Wiki website. I was listening to an old recording, which is like 2014 or 2015. We had not even studied samasa, and Mahodaya was explaining samasa. I was just remembering how I didn't understand that at that time. And after, you know, now samasa is easy to understand because we studied the samasas. So I was just listening to that samasa, Bahurihi samasa, he was saying about it. Anyway, this is a aside, I'm sorry. भुवादयोः धातवः धातोः इत्यस्य अनुवृत्तिः आगच्छति. तत्र टीकाकाराः तत्तु वैयाकरणाः सूचयन्ति लस्य इति पदम् आयाति इति. विहितः या निहितः भगिनि तत्र भगिनि भवे भगिनि अस्ति वा? क्षम्यतां भगिनि, आमां विहितः इति एव मन्ये. विहितः विहितः विहितः आम्. अत्र अर्थः लस्य इति पदमायाति लकारस्य तत्तु लकार लस्य इति वदनेन निहितः इत्यपि भवितुम् अर्हति इति मन्ये भगिनि. निहितः इति सम्यक् अर्थः इति अप्लैड् इति अप्लैड् ओ आत्मनेपदम् इत्यस्मिन् अस्तु अस्तु अस्तु. अत्र लस्यस्य अर्थः आत्मनेपदम् इति आगच्छति अनुवृत्तिसहितसूत्रम् अनुदात्तनितः धातोः लस्य आत्मनेपदं. तत्र लस्य अपि विवरणं धातोः अपि विवरणं. स्वरितनितः कर्तृभिप्राये क्रियापले यस्य धातोः स्वरितस्वरस्य नकारस्य च इति संज्ञा भवति तस्य क्रियायाः फलं कर्तुः अस्ति चेत् धातुतः आत्मनेपदि तिङ्प्रत्ययः विहिताः. क्रियायाः फलं कर्तुः नास्ति चेत् धातुतः परस्मैपदि तिङ्प्रत्ययः विहिताः भवन्ति. नाम एतद् तादृशः धातु उभयपदि इति सारांशः. स्वरितश्च पूर्णं पठितवर्मे अनुवृत्ति एव. स्वरितश्च स्वरितश्च ङ च स्वरितङौ तौ इतौ इतौ यस्य स स्वरितनितः द्वन्द्वगर्भबहुव्रीहि तस्मात् स्वरितनितः. कर्तारम् अभिप्रैति इति कर्त्राभिप्रायं फलम् उपपदतत्पुरुषः यथा कुम्भकारः तस्मिन् कर्तृभिप्राये क्रियायाः फलं क्रियाफलं षष्टितत्पुरुषः तस्मिन् क्रियाफले. स्वरितनितः पञ्चम्यन्तं कर्तृभिप्राये सप्तम्यन्तं क्रियाफले सप्तम्यन्तं त्रिपदमिदं सूत्रं. भूवादयो धातवः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः यस्य इति पदम् आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः आत्मनेपदम् इत्यस्मिन्. अनुवृत्तिसहितसूत्रं स्वरितनितः धातोः कर्तृभिप्राये क्रियापले लस्य आत्मनेपदम्. अत्र भगिनि वयं पूर्वं पठितवन्तः धातु उपदेशकधातुविषये स्वीकृत्य धातुतः धातोः स्वरित स्वरस्य वा ञकार्ञ अस्ति चेत् इत्संज्ञा भवति तस्य क्रियायाः फलं कर्तुः अस्ति चेत् आत्मने धातुतः आत्मनेपदं विधीयते. क्रियायाः फलं कर्तुः नास्ति चेत् धातुतः परस्मैपदमेव विहितः. ततः सारांशः अस्ति तादृशधातुः उभयपदि इति वयं जानीमः. तदेव अत्र सारांशमस्ति. अत्र तदनन्तरं स्वरिता समासविग्रहवाक्यम् इति दत्तं महोदय दत्तं. स्वरितः स्वरितनिता कथम् आगच्छति इति तदेव अत्र अस्ति. अनुभूतिसहितसूत्रं स्वरितनितः धातोः कर्तृभिप्राये क्रियापले लस्य आत्मनेपदम् साधु भगिनि पूरयतु भगिनि कृपया. शेषात् कर्तरि परस्मैपदं यत्र धातोः आत्मनेपदस्य कारणं नास्ति तत्र कर्तत्रे परस्मैपदं भवति. आत्मनेपदीनां पदनिमित्तहीनात् धातोः कर्तरि परस्मैपदं स्यात्. शेषात् पञ्चम्यन्तं कर्तरि सप्तम्यन्तं परस्मैपदं प्रथमान्तं त्रिपदं सूत्रं भुवादयो धातवः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः ल्यस्य इति पदम् आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः परस्मैपदम् इत्यस्मिन्. अनुवृत्तिसहितसूत्रं शेषात् धातोः कर्तरि लस्य परस्मैपदं शेषात् कर्तरि परस्मैपदं यत्र धातोः आत्मनेपदस्य कारणं नास्ति तदेव वयं पठितवन्तः. अनुदात्तनित आत्मनेपदं वा स्वरितनित कर्तृभिप्राये क्रियापले अस्ति चेत् धातुतः आत्मनेपदं विधीयते. द्वे निमित्तानि नास्ति चेत् तत् धातुः शेषात् कर्तरि इति सूत्रेण परस्मैपदं प्रत्यय विधीयते. वयम् आपदेशकस्तात् पाठ स्वीकृत्य वयं निर्णयं कर्तुं शक्नुमः. धन्यवादः. सरला भगिनी चकरीतं भगिनी विकरणं तस्य अर्थं किम् अस्ति? करणं विकरणम् इति तत्र विकृतं भवति खलु, भिन्नभिन्न प्रत्याः ये आगच्छन्ति मध्ये तेन स्वरूपस्य विकरणं भवति खलु, विकृतं भवति. विकार यत्र भवति तत् विकारणं भावविकारं पठति गच्छति इति सर्वत्र इति अस्ति मध्ये क्षन्यत्र आयाति तत्र तु अस्तु. चर्करीतं च इति गणसूत्रेण यङ् लुवन्तधातव आदादिकाः, अतः तत्र शपः लुक् भवति अदादिगणवत्. अत्र प्रथमतया कर्तरि शप् इत्यनेन धातुतः शप् प्रत्ययः भवति कर्तृक सार्वधातुकप्रत्यये. तदा आदिप्रभृतभ्यः शपः इत्यनेन अदादिगणस्थितेभ्यः धातुभ्यः विहितस्य शप् प्रत्ययस्य लुक् भवति. चर्करीतम् इच्छ इति गणसूत्रमस्ति यङ् लुगन्तधातव तस्मिन् आगच्छन्ति. अस्मिन् गणसूत्रे चर्करीतम् अनेन धातव तेषां स्वभाव अदादिका एव भवति. अदादिगण एव भवति. प्रथमं शप् विधानं भवति कर्तरि शप् इति सूत्रेण, तदनन्तरं अदादि प्रभृतभ्य शप् इति सूत्रेण शप् लुक् भवति. तत् धातु अदादिगणवत् भवति स्वदादि, अथ वयं वदामः अदादिका भवन्ति यङ् लुगन्तधातवः इति अस्ति. अन्ये सर्वे आतिदेशकधातवः भुवादिगणीया यथा सनन्ता ऋजन्ता यङन्ताः, तेषां सर्वेषां कृते शप् विकरणप्रत्ययाः भवन्ति. यदि अन्ये आतिदेशकधातवः सन्ति यथा सन् धातु सन् प्रत्यय एते यथा पूर्वं दृष्टवन्तः द्वादश भिन्ना प्रत्याः सन्ति. यदि सन्दन्ता वा ऋजन्ता ते सर्वे भवादिगणीय एव भवन्ति. किन्तु यङन्त चर्करीतम् इति सूत्रेण आगत्य ते अदादिगणवत् भवन्ति इति भेदमस्ति. अन्य आदिदेशकधातव यङन्तधातव मध्ये इति. धन्यवादः. अस्तु हेम भगिनी पूरयति. आं भगिनि, अत्र अन्ततो गत्वा कर्तरि शप् इति अस्ति. धातुतः शप् प्रत्ययः भवति, कर्तृतर्क सार्वधातुकप्रत्यये परे. तर्हि अनुवृत्तिसहितसूत्रमस्ति, धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके इति. तर्हि यदा वयं पूर्वं पठितवन्तः तत्र वयं जानीमः यत्र यत्र कर्तृर्थे सार्वधातुकप्रत्ययः परे भवति चेत् तत्र अनेन सूत्रेण शप् प्रत्ययः विधीयते. अपि च तिङन्त प्रत्ययस्य अपि च धातोः मध्ये शपायाति इति. अपि च तत्र प्रथमं शप् सर्वत्र भवति, तदनन्तरं गणम् अनुसृत्य तत्र भिन्नभिन्नसूत्राणि भवन्ति. तर्हि प्रथमं तत्र सार्वधातुकप्रत्यये परे कर्तृर्थे यदा भवति तत्र कर्तरि शप् सूत्रेण तत्र शप् विधीयते इति. अधिप्रवृत्तिभ्यः शपः इति द्वितीयगणस्य सूत्रमस्ति. अदादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप् प्रत्ययस्य लुक् लोपः भवति. अधिः प्रभृतिः आदिः येषां ते अधिप्रभृतयः. अनुवृत्तिसहितसूत्रमस्ति, अधिप्रभृतिभ्यः शपः लुक् इति. तर्हि अदादिगणे प्रथमं तु शप् भवति एव सर्वत्र, सर्वेषु गणेषु. यत्र अदादिगणः अस्ति अपि च अदादिगणे स्थितधातुभ्यः अपि च कानिचन अन्ये अर्धधातु अपि च अन्येषां कृते अदादिगणीयधातूनां कृते तत्र शपः भवति, अपि च शपः लुप् जायते अनेन सूत्रेण इति. अपि च चर्करितम् इति सूत्रेण यङ्लुगन्तधातवः सर्वे अदादिवत् भवन्ति. परन्तु सर्वे आतिदेशिकधातवः अन्ये इत्युक्ते एकादश अन्ये आतिदेशिकदातवः सर्वे भवादिगणीयः इव भवति. द्वादश अपि भगिनि, यङ्ग् लुक् इति तस्मिन्. सत्यं सत्यं सत्यं, मया दोषः, तत्र यङ्ग् अस्ति, यङ्ग् लुक् नास्ति. तर्हि सर्वे आतिदेशिकाः तत्र सत्यं यङ्ग् लुक् इति यङ्ग् लुक् यत्र जापावति तत्र यङ्ग् लुक्. तर्हि तत्रैव, परन्तु तत् तु औपदेशिक इति न वक्तुं शक्नुमः किल. औपदेशिक आतिदेशिकदातवः सन्ति, सर्वेपि दातवः इति अपि न वक्तुं शक्नुमः खलु. ये प्रत्ययाः दातु ये प्रत्ययैः यैः प्रत्ययैः दातवः वयं निष्पादनं कुर्मः तेषां कृते एव शप्रत्ययः इति अस्ति खलु. सनाद्यन्तदातवः सर्वेपि दातवः सन्ति, क्षम्यताम्. आं तर्हि आहत्य द्वादशानामपि शप्रत्ययः भूत्वा द्वादशानामपि तत्र गणाः भवन्ति इति, गणनिर्माणं भवति तत्र. न भवति शप् सामान्यतया शप् इति एव आगच्छति, गणः नास्ति. तदनन्तरं सर्वे आतिदेशिकदातावः तु तत्र शप् विक्रणप्रत्ययः भवति एव किल, पिपठिष्यति इति. वयं द्वादिगणः इति तस्य नामकरणं नास्ति खलु. भावादिकाः किमस्ति तत्र द्वादिगणीयाः इव भवन्ति इति एव. सत्यं, द्वादिगणीयवत् भवति इति. परन्तु मम प्रश्नः किम् आसीत् गणकार्यं तु केवलम् औपदेशिकधातूनां गणः वर्तते खलु, यत्र धातुपाठे गणः भवति. तर्हि अत्र वयं औपदेशिकदातवः द्विसहस्रदातवः द्विसहस्रदातवः इति वदामः, अपि च आतिदेशिकदातवः इति यत्र वयं द्वादशानां कृते दृष्टवन्तः, ते सर्वे आतिदेशिकदातवः. तर्हि अत्र यङ् लुगन्तन् इति कुत्र आयाति? यङ् प्रत्ययस्य एव यत्र लोपः भवति यङ् लुगन्तदातवः. तर्हि तदपि आतिदेशिक इति वक्तुं शक्नुमः वा? निश्चयेन आतिदेशिकदातवः. निश्चयेन आतिदेशिक. तर्हि तादृश आतिदेशिकदातवः सर्वे वादिगणीयवत् भवति एतत् विहाय, इत्युक्ते यङ् लुक् विहाय अन्ये सर्वे वादिगणीयवत् इति. समीचीनं भगिनि. तर्हि समापयामः तर्हि तर्हि अग्रिम सप्ताहे वयं पश्यामः रूपाणि भगिनी।